नमस्सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति अङ्गस्य सिद्धतिङ्प्रत्ययानां च संयोजनम् इति विषयः अनुवर्तते. एतावता अस्माभिः लट्लकारे, लोट्लकारे, लङ्लकारे अङ्गतिङ्प्रत्ययोः मेलनं कथं भवति इति अस्माभिः ज्ञातं. तत्र लट्लकारे यदा अङ्गं निष्पन्नं विकरणप्रत्ययस्य योजनानन्तरम् इदानीं केवलम् अदन्ताङ्गानां चिन्तनं प्रवर्तमानम् अस्ति. इत्युक्ते यत्र यत्र विकरणप्रत्ययस्य योजनानन्तरम् अङ्गम् अदन्तमस्ति, ह्रस्वकारान्तमङ्गं, तत्तु द्वादिगणे, द्विवादिगणे, चतुरादिगणे, सुदादिगणे एतेषु चतुर्षु गणेषु अङ्गम् अदन्तं. तत्र यदा अङ्गस्य निर्माणं सञ्जातं तत्पश्चात् तिङ्प्रत्ययेन सह कथं संयोजनं भवति इति अस्माभिः चर्चितं. तर्हि लट्लकारे सूत्रद्वयम् अधीतं, नूतनसूत्रद्वयम् अधीतम्. अतो गुणे इति एकं सूत्रम्, अतो दीर्घो यञि इति द्वितीयं सूत्रम्. अतो गुणे इति सूत्रं तु अकः सवर्णे दीर्घः इति सूत्रस्य अपवादः, नो चेत् वृद्धिरेचि इति सूत्रस्य अपि अपवादः. इत्युक्ते अत्र अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने पररूपादेशः, इत्युक्ते ह्रस्वकार अङ्गस्य अन्ते ह्रस्वकारः अस्ति, तस्य अनन्तरं गुणसंज्ञकः वर्णः इत्युक्ते अकारः, एकारः, उकारः एतेषु कश्चन वर्णः अस्ति चेत् तर्हि पूर्वपरयोः स्थाने पररूपादेशः भवति. अकासवर्णे दीर्घः इति भवितुमर्हति. तत् सूत्रं प्रबाद्य अतो गुणे इति सूत्रं कार्यं करोति. तत्र पटयोगः अन्ति इत्यत्र पटान्ति इति न भवति, परन्तु पठन्ति इति भवति अतो गुणे इति कारणवशात्. अनन्तरं पटयोगः मि इत्यत्र पठामि इत्यत्र अतो दीर्घो यञि इति सूत्रमस्ति. अतो दीर्घो यञि इति सूत्रं किं वदति इति चेत् अतः इत्युक्ते तत्र अङ्गस्य अन्ते ह्रस्वकारः अस्ति, तस्य अनन्तरं ययादि सर्वधात्मकप्रत्यये परे यञ् प्रत्याहारस्य कश्चन वर्णः, यथा अत्र प्रत्ययेषु वकारमकारः यञ् प्रत्याहारे, वकारः मकारः द्वयमपि यञ् प्रत्याहारे अस्ति, तादृशयञ् ययादि सार्वधातुके परे अङ्गस्य दीर्घत्वं भवति, अङ्गस्य अन्तिमवर्णस्य दीर्घत्वं भवति. अतः एव पटयोगः मि इति स्थितौ, पट इति अदन्तमङ्गं, मि इत्यत्र मकारः यञ् यञ् प्रत्याहारे अस्ति इति कृत्वा तत्र अङ्गस्य दीर्घत्वं पठामि इति रूपं निष्पन्नम्. एवमेव पटावः, पठामः इति चर्चितं. तदनन्तरं तत्र लोट्लकारे एवमेव पटयोगः अन्तु अतो गुणे इत्यस्य कार्यं भवति, पठन्तु दीर्घत्वं नास्ति, पररूपादेशः. अन्यत्र तु अकः सवर्णे दीर्घः इति परिचितं सूत्रं, नूतनं किमपि नास्ति. अनन्तरं लङ्लकारे विशेषः कः इति चेत् तत्र अडागमः भवति. लङ्लकारे अडागमः भवति, अङ्गस्य अडागमः इत्युक्ते तत्र यः धातुरूपी अङ्गम् अस्ति तस्य तस्मात् पूर्वम् अडागमः भवति. तत्र लुङ् लङ् रिङ् ष्वड् दात्तः इति सूत्रेण अडागमः भवति. लुङ् लकारे, लङ् लकारे, लृङ् लकारे च धातुरूपी अङ्गस्य अट् आगमः भवति. अट् इति आगमः टित् अस्ति इति कृत्वा आदौ अङ्गस्य आदौ आयाति. अत्र पश्यामः चेत् परनिमित्तं किमपि नास्ति, अत्र लकारावस्थायामेव अयम् आदेश अयम् आगमः भवति, अत्र परनिमित्तं किमपि नास्ति इति स्मर्तव्यम्. लुङ् लङ् रिङ् ष्वड् दात्तः इति सूत्रे तत्र लुङ् लकार लकारावस्थायां धातुरूपी अङ्गस्य यदा हि धातुतः लकारः विधीयते, इदानीं पट् योगः लङ् लकारः, तत्र त इति प्रत्ययः, तिप् इति प्रत्ययः, पट् योगः क्षम्यतां, पट् योगः लङ् लकारः, लकारावस्था यदा धातुतः लकारः विधीयते तदा एव तत्र लुङ् लङ् रिङ् ष्वड् दातः इति सूत्रेण अडागमः भवति. इत्युक्ते तत्र आदिमसोपाने एव भवति लकारावस्थायां, तत्पश्चात् लकारस्य स्थाने तिप् प्रत्ययः आयाति, एतत् सर्वं भवति, परन्तु स्मर्तव्यम्, अत्र परनिमित्तं किमपि नास्ति. तत्पश्चात् अत्र अमिपूर्वम् इत्यपि सूत्रं चर्चितम्. अपटयोगः अम् इत्यत्र पूर्वरूपादेशः भूत्वा अपटम् अमिपूर्वः इति सूत्रेण अकः अम्यचि परतः पूर्वरूपादेशः भवति. इत्युक्ते अक्वर्णात् परः अम् अम् इति शब्दरूपः अस्ति, शब्दरूपम् अस्ति, तादृशशब्दरूपस्य आदिम अच्वर्णः, अक्वर्णात् अनन्तरं यः अच्वर्णः अस्ति तयोः पूर्वरूपादेशः, तयोः एकः पूर्वरूपादेशः इति अमीपूर्वः. अनन्तरं ससजुषोरुः करवसमयोविसर्जनीयः इति तु सर्वत्र भवति ऋत्वविसर्गं, यत्र यत्र पदान्ते सकारः अस्ति तत्र ऋत्वं विसर्गः तु सर्वत्र भवति इति तावदस्माभिः चर्चितम्. इदानीं विधिलिङ्ग्लकारं प्रति गच्छामः. अत्र अरविन्द महोदय पठति वा विधिलिङ्ग्लकारः? आं भगिनि, विधिलिङ्ग्लकारः विधिलिङ्ग् सिद्धतिङ् प्रत्ययाः इत् इताम् इयुः इह इह इतम् इता इयम् इव इम आद्गुणः विधिलिङ्ग् सर्वत्र प्रसक्ति. कार्यं पटयोगः इत पठेत् आद्गुणः अपि च सर्वत्र अग्रे सर्वत्र एतावत् इकारं पूर्वमस्ति प्रत्ययानाम् इति कृत्वा सर्वत्र आद्गुणः कार्यं करोति. पटयोगः इतां पठेताम् पटयोग इयुः पठेयुः पटयोगः इह पठेह पठेः पटयोग इतं पठेतम् पटयोग इत पठेत् पठेत पटयोग इयं पठेयं पटयोग इव पठेव पटयोग इम पठेम. आद्गुणः अवर्णात् अचिपरे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः स्यात्. अत्र अचिपरे इत्यस्य इकि परे इति फलितः अर्थः. अतः अकारात् अकारात् चेत् कार्यं बाधितम् अकसवर्णे दीर्घः इत्यनेन. अकारा एच् चेत् तर्हि बाधितं वृद्धिरेचि इति इत्यनेन सूत्रेण च. आत् पञ्चम्यन्तं गुणः प्रथमान्तं जीवतमिदं सूत्रम्. इको यणचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः. इकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः. अनुवृत्तिसहितसूत्रम् आत् अचि पूर्वपरयोः एकगुणसंहितायाम्. अत्र सर्वत्र इकार अस्ति पूर्वप्रत्ययानां सर्वेषु, सर्वप्रत्ययानां पूर्वम् इकारम् अस्ति. एवम् अतन्तमस्ति अङ्गम् इति कृत्वा अकार इकारयो योजनावसरे आद्गुणः इति सूत्रं कार्यं करोति इति उक्तम्. आद्गुणस्य विशेषमस्ति इति अस्ति चेदेव आद्गुणः कार्यं करोति. अचि परे इति सूत्रम् अस्ति चेदपि तत्र अकारपरे अकारम् अस्ति चेत् अकसवर्णदीर्घसूत्रं कार्यं करोति. एवम् एच् अस्ति चेत् तत्र वृद्धिरेचि इति वृद्धि भवति इति कृत्वा इकि परे अस्ति चेदपि केवलम् इकार उकार एकार इकार उकारस्य कार्यक्षेत्रम् अस्ति इति कृत्वा आद्गुणः. अत्र तु यत्र इकार एव अस्ति इति कृत्वा गुणसंज्ञकपूर्वपरयोः स्थाने गुणसंज्ञकस्य आदि एकादेशः स्यात् इति कृत्वा गुणसंज्ञक एकार आकार इकारस्य उभयोः स्थाने आदेशः भवति इति. ऋकारः अपि अस्ति खलु इति? ऋकारः अपि अस्ति. अस्तु, समीचीनं. तर्हि अत्र धन्यवादः. इदानीं विधिलिङ्ग्लकारे तत्र केवलम् आद्गुणः इत्यस्य एव कार्यं सर्वत्र, यतोहि सर्वत्र तत्र यासुटागमस्य यासुट् इत्यस्य स्थाने अतो येयः इत्यनेन इय इति आदेशः भवति, अतः सर्वत्र इकारः श्रूयते. अतः सर्वत्र पूर्वम् अदन्तमङ्गम् अनन्तरम् इकारः सर्वत्र आद्गुणः इति सूत्रस्य कार्यं प्रवर्तते. तावदेव, तत्र अग्रे गन्तुं शक्नुमः. इदानीम् अग्रे विनयमहोदय अग्रे पठति वा आत्मनेपदे अङ्गतिङ् प्रत्ययसंयोजनं? भवती अहं कुत्र पश्यामि अत्र आत्मनेपदे अङ्गतिङ् प्रत्ययसंयोजनं सेक्षन् बि. सेक्षन् बि अङ्गस्य सिद्ध तिङ्प्रत्ययः संयोजनम् अन्तर्भूतः. आत्मने पदे अङ्गतिङ् प्रत्ययसंयोजनं नमस्ते भगिनि विलम्बेन आगतवती नमस्कारः एध परन्तु एध सम्बन्धयः जानामि न क्षम्यतां भगिनि अत्र अहं पश्यामि बे आत्मपदे अङ्ग तिङ् प्रत्ययः संयोजनम् अत्र आत्मनेपदे धातुः एध अस्ति एध धातु एकवारं पठतु महोदय ओके प्रथमे केवलं पठामि आत्मनेपदे धातु एध अङ्गम् एध भवादिगण अन्तर्भूत परन्तु अग्रे लट्लकार लति सिद्ध तिङ् प्रत्ययः ते इति अन्ते सेधे द्वे ए महे महे अतः कार्यं कः परन्तु प्रथमतया एधते भवति एध इते एधेते भवति एधन्ते भवति एधसे भवति एधेथे भवति एधे द्वे भवति एधे भवति एधामहे एधामहे भवति अत्र सूत्रः आदिगुणः अदेङ्गुण अनुसार अ ए ओ भवति यतः पूर्व अच् अपि च परम् अच् मध्ये यथ यदि वयं केवलम् एधसम्बन्धे वदामः अतः एध अर्थात् एध योग अन् एध हलन्त एध हलन्त हरस्वकार तदनन्तरम् इति अतः गुण भवति अ इ मध्ये गुण परिभाषा वयं जानीमः अतः अ एव ओ गुणकार्यं भवति अत्र ए सम्बन्धे भवति ए धेतेः निष्पन्ना अयोग इ ए भवति अथ अ धे ते न ए धेते निष्पन्ना तदनन्तरम् एधन्ते आयाति एधन्ते अन्यव्यवस्था अतो गुणेः अर्थात् अपदान्त अङ्ग एध अस्ति यथा पठ अपि अपदान्त अस्ति अत्र अपदान्त अङ्ग यत्र आयाति तर्हि एध अ हरस्व अकार तदनन्तरम् अन्ते वयं जानीमः अन्ते कथं निष्पन्नः परन्तु प्रश्नः नास्ति परन्तु अ अपि च पूर्व अ अपि च परम् अ सम्बन्धे कोऽपि अकस्वर्णदीर्घः न भवति परन्तु पूर्वपरयोः अर्थात् षष्टिविभक्ति पूर्वपरयोः स्थाने पर भवति गुण भवति गुणसात् अ ए ओ यदि अ अस्ति अन्ते पूर्वम् अ अस्ति तथा अगुण अस्ति अतः एधन्ते निष्पन्ना एधसे कोऽपि विशेष व्यवस्था नास्ति परन्तु एध अङ्ग अस्ति से केवलं योजनं वर्णयोजनं भवति तदनन्तरम् एदेथे आयाति एदेथे एधेते समानम् आगुणः भवति एधद्वे अत्र द्वे वयं जानीमः कथम् अत्र द्वे निष्पन्नः परन्तु अत्र अपि कोऽपि सूत्र न आयाति अतः एधद्वे भवति तदनन्तरम् एध ए अत्र अत्र व्यवस्था इत्थमस्ति, यतः गुणः परिभाषा पदेङ्गुण अर्थान् अ ए ओ अस्ति, अत्र ए आयाति, अत्र अनायाति परम्, अत्र ए आयाति, परन्तु ए अपि गुणस्ति, अतः एघ योग ए अपदान्तव्यवस्था, अतः एध अङ्ग् अस्ति, ए पूर्वपरयोः षष्टिभक्ति अदेङ्गुणः प्रथमान्तम् ए अस्ति, तर्हि अतः एधे भवति अतो गुणे, अतो गुणे, अतो स्पष्ट अतो गुणे अपदान्त पूर्वपरयोः गुण अ ए ओ अस्ति. तदनन्तरम् अतो दीर्घो यञ् आयाति, अत्र अङ्गस्य दीर्घत्वं भवति, यद् अतः यदि परः वर्णः यञ् अन्तर्भूतः अस्ति, अत्र व अस्ति अपि च म अस्ति, व म यञ् प्रत्यहार अन्तर्भूतः, अतः तत्र अङ्गकः एध अथ एध एधा भवति, अथ एध एधा वहे वहे वयं जानीमः, परन्तु एध एधा वहे एधा महे भवन्ति. समीचीनं समीचीनं, बहु समीचीनं, धन्यवादः. तर्हि अत्र केवलम् आद्गुणः इति यत्र यत्र प्रवर्तते, आद्गुणः अतो गुणे, अनन्तरम् अतो दीर्घो यञ्, किमपि नूतनं नास्ति, परिचितम् एव. तर्हि अग्रे गच्छेम. लोट् लकारः इति सूर्यकुमारी भगिनी पठति वा? भगिनि, लोट् लकारः लोटि सिद्धति लोटि परस्मे आत्मनेपदि खलु भगिनि? आत्मनेपदि क्षम्यताम्. लोटि सिद्धप्रत्यय तिङ् प्रत्ययाः ताम् इताम् अन्तां स्व इथां त्वम् ऐ आवहे आमहे कार्यं धातुः ये सिद्धधातुः एदा योगः थाम् एदथा धातु नास्ति, अङ्गमस्ति खलु, आम् अङ्गमस्ति एध, एधयोगः प्रत्यय अस्ति ताम् एधथाम् एधयोगः इथाम् एधेताम् अत्र आद्गुणः भवति आत् परं गुणवर्णः इक् वर्णः अस्ति चेत् गुणः भवति एधेताम् एदयोगः अन्ताम् एधन्ताम् अत्र अतो गुणे सूत्रे गुणवर्णपरमस्ति चेत् परगुणवर्णः एव पूर्वपर्वयोः आदेशः भवति एदन्ताम् एदयोगः स्व एधस्व कार्यं नास्ति एदयोगः इथां रूपमस्ति एधेताम् अत्र आद्गुणः सूत्रेण ई स्थाने पुरपरयोः गुणवर्णः अस्ति एधे ए भवति एधेताम् एदयोगः द्वं कार्यं नास्ति वर्णमेलनमेव एदयोगः ऐ तत्र वृद्धिरेचि सूत्रेण अचिपरे वृत्तिवर्णः वृत्तिवर्णः आयाति ऐ आयाति एधयोगः ऐ एधै भवति वृत्तिवर्णः अस्ति चेत् अतोगुणे कार्यं करोति वा अत्र अतोगुणे कार्यं करोति वा ऐ गुणवर्णः नास्ति समीचीनम् अग्रे तदनन्तरं उत्तमपुरुषस्य द्विवचनम् एधयोगः आवहै अत्र अखः सवर्णे दीर्घः भवति एतावहै अत्र अपि आद्गुणः न अतोगुणे न भवति गुणवर्णः नास्ति चेत् आकारः गुणवर्णः नास्ति ततः अकः सवर्णदीर्घसूत्रेण एतावहै भवति तदेव आमहे अपि अकः सवर्णदीर्घः चेत् एतामहै भवति समीचीनम् अत्रापि किमपि नूतनं नास्ति सर्वपरिचितमेव समीचीनम् अग्रे गच्छेम इदानीं तत्र उमाभगिनी अग्रे पठति वा लङ् लकारः पठामि लङ् लकारः लङि सिद्धतिं प्रत्ययाः स इताम् अन्त हाः इथां ध्वं ई वसीमहि ये ददातु आडजातीनां सूत्रेण इति अङ्गं निष्पन्नं कार्यम् किम् अत्र किं सूत्रं प्रसक्तमस्ति परस्मैपदी तत्र किं सूत्रं पठितम् अस्माभिः परस्मैपदी अपठत् इति अत्र सूत्रं तत्र सूत्रं किम् आसीत् न न पूर्वम् अपठत् इत्यत्र केन सूत्रेण तत्र अडागमः न न अत्र नास्ति भगिनि पट् इति धातुः अस्ति चेत् लङ् लकारे केन सूत्रेण अडागमः लुङ् लङ् लुङ् लङ् रिङ्क्ष् इति सूत्रेण अडागमः भवति इति पठितं खलु अस्य सूत्रस्य प्रसक्तिः अत्र अस्ति वा अत्र नास्ति किमर्थं नास्ति अत्र अस्तु आडाजादीनाम् इति सूत्रं पठतु एकवारम् आडाजादीनाम् अजादिधातुरूपि अङ्गस्य आट् आगमो भवति स च अडागमः आडागमः उदात्तसंज्ञकः आद्यन्तौ टसितौ इत्यनेन अङ्गात् प्राक् आयाति अस् आदि येषां ते अजादयः बहुव्रीहिः तेषाम् अजादीनाम् आस् प्रथमान्तम् अजादीनां षष्ट्यन्तं द्विपदमिदं सूत्रम् लुङ् लङ् लिङ् क्ष्व उदात्तः इत्यस्मात् लुङ् लङ् लिङ्क्षुः उदात्तः इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अजादीनाम् अङ्गस्य आट् उदात्तः लुङ् लङ् लिङ्क्षु सो अजादि अङ्गे आट् उदात्तः लुङ् लङ् लिङ्क्षु आगच्छति अजादीनाम् अङ्गे अङ्गस्य आदौ अच्वर्णः अस्ति चेत् तदानीम् आट् आगमः भवति. वस्तुतः इदं सूत्रं लुङ् लङ् रिङ्ग् स्वरदातः इत्यस्य अपवादः अस्ति खलु. अत्र एद् इत्यत्र एद् इत्यत्र अजादिः अस्ति अङ्गं खलु. अतः अत्र यद्यपि लुङ् लङ् रिङ्ग् स्वरदातः इति सूत्रस्य प्रसक्तिः अस्ति परन्तु तत् प्रबाद्य अत्र विशिष्टसूत्रमस्ति आडाजादीनाम्. आडाजादीनाम् इति सूत्रेण लुङ् लङ् रिङ्ग् च परे तत्र एतेषु लकारेषु एव यथा लुङ् लङ् रिङ्ग् स्वरदातः इत्यत्र आसीत् तथैव अत्रापि तस्य अनुवृत्तिः अस्मिन् सूत्रे अस्ति. अतः अत्रापि लुङ् लङ् रिङ्ग्षु एव अजादि अङ्गस्य आट् आगमः भवति न तु अडागमः. अस्तु इदानीं अग्रे पठतु. एध युगः स सारि ऐध युगः स ऐधत. न न एकक्षणं तत्र आयोगः एध इत्यत्र किं भवति इति प्रतिपादयतु. आयोगः ये वृद्धिः भवति सो ऐ भवति ऐध. इत्युक्ते वस्तुतः अत्र लङ् एद एद् योगः लङ् लकारः एद् इति धातुतः लङ् लकारस्य विवक्षायां तदानीं लुङ् लङ् रिङ् ष्वडुदातः इति सूत्रं प्रबाद्य आडाजादीनाम् इति सूत्रेण आट् आट् आगमः भवति. तत्र अङ्गस्य आदौ आट् आगमः भवति. तर्हि तत्र आट् अपि टित् अस्ति अट् अपि टित् अस्ति यत् अडागमः इति उक्तं तत् तदपि चित् अस्ति आट् अपि चित् अस्ति अतः अङ्गस्य आदौ आटागमः भवति. अस्तु तर्हि तत्र आयोगः एद इति अस्ति. आयोगः एदयोगः लङ् लकारः. तत्र वस्तुतः आयोगः एद इत्यत्र आटश्च इति अन्यत् कार्यमस्ति. आटश्च इति अन्यत् कार्यमस्ति. अत्र वस्तुतः क्रमस्य चिन्तनं कर्तुं शक्यते. सर्वत्र क्रमस्य प्राधान्यम् अस्ति इति नास्ति परन्तु यतोहि आडजादीनाम् इति अङ्गस्य कार्यमस्ति अङ्गकार्यमस्ति आडजादीनां. परन्तु इदानीम् आटश्च इति सूत्रम् अङ्गकार्यं नास्ति वर्णनिमित्तिककार्यमस्ति आटश्च. तर्हि आटश्च इति सूत्रं किं वदति इति इदानीं पश्यामः. तत्पश्चात् पुनः एकवारं चिन्तयामः. तर्हि इदानीं लक्ष्मीभगिनी पठति वा आटश्च. आटश्च षष्ठाध्याये प्रथमपादे नवतितमं सूत्रम् आडागमात् अचीपरे पूर्वपरयोः वृद्धिरेकादेशः भवति. आट्टः पञ्चम्यन्तं च अव्ययपदं द्विपदम् इदं सूत्रम्. इकोयचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः वृद्धिरेचि इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रमस्ति. आट्टः च अचि पूर्वपरयोः एकः वृद्धिः संहितायाम् इति. आटश्च इति सूत्रं किं वदति इति चेत् यत्र आट् आगमः भवति ततः परम् अच्वर्णः भवति चेत् पूर्वपरयोः स्थाने वृद्धिसंज्ञकः एकादेशः भवति इति वदति. एतत् अनुवृत्तिसहितसूत्रम् आट्टः च अपि पूर्वपरयोः एकः वृद्धिः संहितायां संहितायाम् इति अधिकरणे अस्ति इति कारणतः एतत् वर्णमेलनं भवति. अत्र अङ्गकार्यं नास्ति किन्तु वर्णकार्यम् अस्ति इति ज्ञायते. तावदेव भगिनि अन्य किमपि अस्ति वा. वृद्धि सम्यकः इति ऐ औ आकारः दीर्घाकारः. इदानीं तत्र एद इति आरम्भतः वदतु तत्र कथं भवति आडागमः आटश्च कथं भवति इति वदतु. साकम् आयोग एथ इत्यत्र आकारः आडजादीनाम् इति सूत्रेण आगतमस्ति. इत्युक्ते एत् इति अङ्गम् अजादिः अस्ति इति कारणात् आट् इति आगमः भवति. आट् आगमः आट् इति टित् अस्ति अतः धातुः आदौ आगच्छति अतः आ योग एथ इति यथा भवति तस्मिन् सन्दर्भे आकारयोग ए इत्यस्मिन् सन्दर्भे आतश्च इति सूत्रं वदति. आट् इत्यस्य आकारः अस्ति, एता इति अजाति अङ्गमस्ति. तस्मिन् सन्दर्भे वृत्तिः सम्यकः, एक पूर्वपरयोः स्थाने वृत्तिसंज्ञकः भवति. अतः आकारः एकारः इत्यनयोः स्थाने ऐकारः वृत्तिसंज्ञकः आ ऐ औ इति अस्ति. तेषु अन्यतमः ऐकारः सावर्ण्यं बहु अस्ति इति कारणेन ऐकारः आगच्छति. अतः ऐथ इति अङ्गं भवति. समीचीनम्. अत्र अत्र एव अत्र स्मर्तव्यं यत् आटश्च इति वर्णनिमित्तककार्यमस्ति, अतः अदवेव कर्तव्यम् इति नास्ति. तत्र वस्तुतः आयोगः एदयोगः लङ्लकारः, तदानीं तत्र विक लङ्लकारस्य स्थाने तस् लस्य इति सूत्रेण तिप्रत्ययः, आयोगः एद् आयोगः एद् योगः तिप् प्रत्ययः. तदनन्तरं विकरणप्रत्ययस्य विधानं शप् विधानं कर्तरी शप् इति सूत्रेण आयोगः एदयोगः शप् योगः ते. वस्तुतः आत्मनेपदीप्रत्ययः ते इति प्रत्ययः. तर्हि इदानीम् एदयोगः ते इति सर्वं कृत्वा तदनन्तरम् अन्ते आयोगः एद इत्यत्र आटश्च इत्यनेन वृद्धिं कृत्वा ऐदत इति रूपं लभ्यते. वस्तुतः अत्र तु क्रमस्य तादृशमहत्त्वं नास्ति, परन्तु कुत्रचित् केषुचित् स्थलेषु क्रमस्य महत्त्वं भवति. आटश्च इति वर्णनिमित्तककार्यम् इति कृत्वा अन्ते भवति इति स्मर्तव्यम्, यतोहि रूपपरिवर्तनं जायते अत्र क्रमस्य परिवर्तनं क्रियते चेत्. परन्तु एद् धातोः विषये तथा नास्ति. तर्हि आयोगः एद इत्यत्र आदौ एव कर्तुं शक्यते. आटश्च इत्यनेन वृद्धिं कृत्वा ऐद इति अङ्गं लब्धम्. ऐदयोगः ते ऐदते, ऐदयोगः त ऐदत. तर्हि इदानीं वदामि वा? क्षम्यताम्. अत्र वृत्तिरेचि इति इत्यनेन एव कार्यं साधयितुं शक्नुमः, किन्तु आटश्च इति सूत्रं किमर्थं विशिष्टेन स्वीकृतमस्ति, विशिष्टेन रचितम् इति प्रश्नः. हा, तदर्थमेव तत्र अग्रिमपरिच्छेदः अस्ति, तत् पठामः. इत्युक्ते कुत्र तस्य प्राबल्यम् अस्ति, तत्र महत्त्वं कुत्र दृश्यते इति अग्रे पश्यामः. परन्तु तत्र आटश्च इति सूत्रं स्पष्टमस्ति वा? आटश्च इति सूत्रं किं वदति इति चेत्, यत्र आड् आगमः भवति तस्मात् परम् अच्वर्णः अस्ति चेत् पूर्वपरयोः वृद्धि एकादेशः भवति संहितायाम् इति उक्तम्. यथा अस्माकं परिस्थितौ एदयोगः लङ्लकारे आडजादीनाम् इत्यनेन आडागमः भवति अङ्गस्य आदौ. तर्हि आयोगः एद् इति स्थितौ आ इति आडगमः आडागमः अस्ति, तस्य अनन्तरम् एकारः अच्वर्णः अस्ति, अतः पूर्वपरयोः वृद्धिसंज्ञकः एकादेशः. तर्हि तत्र वृद्धिसंज्ञकः अस्ति ऐकारः, अतः ऐद ऐद इति अङ्गं निष्पन्नम्. तर्हि तत्र किमर्थम् आटश्च इति सूत्रम् इति अग्रिमपरिच्छेदे अस्ति. तद् पमेला भगिनी ऐच्छत् इति भवति खलु, तत्र इच्छति इति धातोः लङ्लकाररूपम् ऐच्छत् इति भवति. तदेव अत्र अत्र तु वृद्धि आवश्यकं. सत्यं सत्यं, तदेव अत्र अग्रिमपरिच्छेदे अस्ति. भगिनी पठतु, पमेला भगिनी. आं भगिनि, देयं यत् उपरितने उदाहरणे एद् धातोः आदौ एकारः अस्ति, अतः आयोगये ऐ इति वृद्धिः तु भवति एव. परन्तु धातुः इकारादि उकारादि वा चेत् आयोगयि अथवा आयोगौ गुणः भवति स्म. एतदर्थम् आटश्च इत्यनेन वृद्धिः भवति न तु गुणः. यथा परस्मैपदे सुदादीयगणे इस् धातु इषु गमियामां घ इति सूत्रेण वक्ष्यमाणेन धात्वादेशेन क्षितिपरे षकारस्य स्थाने खकारः इस् योगस्य अङ्गम् इच्छ लटि इच्छति लङि आडागमं कृत्वा आयोग इच्च सोरि इच्च अत्र सामान्यगुण गुणसन्धिना आद्गुण इत्यनेन एच्छत् इति भवति स्म, परन्तु अत्र आटश्च इत्यनेन परत्वात् वृद्धिरादेशो भवति इति कृत्वा ऐच्छत्। तत्र किमर्थम् आटश्च इत्यस्य उपयोगम् अत्र भवति इति लिखितम् अस्ति। अत्र पूर्वस्मिन् उदाहरणे वयं दृष्टवन्तः यत्र एत यत् आयोग ये तत्र वृद्धिरायचि इत्यस्य अपि कारणेन तत्र ए एव निष्पन्नं, तर्हि आटश्च इत्यपि वृद्धि एव भवति खलु, किमर्थं तत् सूत्रस्य आवश्यकम् इति। किन्तु यत्र धातु इकारादि अस्ति चेत् अथवा उकारादि अस्ति चेत् तत्र आकारपरे यदि ईकार उकारि भवति तर्हि गुणः भवितुम् अर्हति। किन्तु यदा तदा भवति तर्हि अनिष्टरूपं साधयामः। उदाहरणात् तत् यदि इस् इति धातु अस्ति तत्र अहं न जानामि भगिनि कथं तत् इस् योगस्य इच्छा इति भवति, अग्रिमपाठे वयं पठामः। अत्र लिखितमस्ति खलु इषुगमियमां चः इति सूत्रेण, तत्र इष् इति धातुः अस्ति, तद् इष् इति धातो तत्र इषुगमियमां चः इत्यनेन इष् धातुः गम् धातुः अनयोः तत्र षकार अन्तिमवर्णस्य स्थाने छकारादेशः भवति, तर्हि इच् इति भवति। तदनन्तरं प्रक्रियायां तत्र तुगागमः अपि भवति, चेच इति सूत्रेण तुगागमः भूत्वा इच्छ इच्छ इति तत्र चुत्वं कृत्वा इच्च इति लभ्यते। तत् प्रक्रिया कथमस्ति इति अग्रिमपाठे वयं पश्यामः, परन्तु अत्र षकारस्य स्थाने छकारादेशः भवति इति अवगच्छामः। अस्तु, तत् उदाहरणं तत्र अस्ति अयोग इच्छ, तत्र आद्गुणेन आद्गुण इत्यस्य प्रसिद्धिनेन ये यच्छत् भवति स्म, किन्तु तत्र तु अनिष्टरूपं वयं जानीमः, अतः तत्र आटश्च इति परत्वात् तस्य कार्यं तर्हि तत्र अपवादबलत्वेन तुल्यबल तद् भवति किं महोदय? तत्र द्वयोः प्रसक्तिः अस्ति, निर्वकाशत्वं भवति खलु। ओके, अत एव आटश्च तत्र कार्यं करोति, तर्हि गुण न भवति किन्तु वृद्धि भूत्वा तत्र रूपम् ऐच्छत् इति भवति। समीचीनम्। इदानीं लक्ष्मीभगिनी बुद्धं खलु, इत्युक्ते यत्र आकारः योगः एकारः अस्ति तत्र तु विरुद्धिरेजि इत्यनेनैव समानरूपं लभ्यते, तर्हि आटश्च इति सूत्रस्य का आवश्यकता इति प्रश्ने सति। अत्र यत्र अङ्गस्य आदौ इकारः अथवा उकारः अस्ति तत्र तु वृद्धिरेचि इति सूत्रस्य प्रसक्तिः नास्ति, तत्र गुणः एव भवति, आद्गुणः इत्यनेन गुणः भवति, तर्हि गुणं प्रबाद्य गुणसन्धिं प्रबाद्य अत्र वृद्धिः आवश्यकी इति कृत्वा तत्र आटश्य इति सूत्रेण पूर्वपरयोः वृद्धि एकादेशः भवति, येन ऐच्छत् इति रूपं लभ्यते न तु एच्छत् इति। आम् आं भगिनि, अवगतवती, धन्यवादः। अस्तु, एतावता कोऽपि प्रश्नः अस्ति वा? तत्र स्मर्तव्यं सर्वदा यत्र धातुः अजादिः अस्ति चेत् तत्र अडागमः न भवति, आडागमः भवति, आडागमे सति तत्र आटश्च इति सूत्रेण वृद्धिः जायते इति स्मर्तव्यं। सूत्रद्वयं, सूत्रयुगलद्वयम्, आडाजादीनाम् आटश्च। अस्तु, एतावता कोऽपि प्रश्नः वा? अस्तु तर्हि अग्रे गच्छेम। तर्हि अरुणा भगिनी अग्रे पठति वा? आं भगिनि, विधिलिङ्ग् भगिनि श्रूयते, पठतु। विधिलिङ्गकारः विधिलिङ्गि सिद्धप्रत्यङ्कत्याः ईत ईयाताम् ईरन् ईताः ईयाथाम् ईध्वम् ईया ईवहि ईमहि। आद्गुणः इति सूत्रं कार्यं करोति, विधिलिङ्ग् सर्वत्र प्रसक्तिः अस्ति। अत्र पश्यामः एधा योगः ईत आद्गुणः, अत्र आकारः अस्ति परतः इच्छुवर्णः अस्ति, तत्कारणात् ई स्थाने गुणं ये भवति एधेत इति रूपम्। एध योगः एयाताम् अत्रापि एधेयाताम्, एध योगः ईरन् एधेरन्, एधा प्रसीथाः एधेताः, एधा योगः ईयाताम् एधेयाताम्, एधा योगः ईध्वम् एधेध्वम्, एधा योगः ईया एधेय, एधा योग ईवहि एधेवहि, एधा योग ईमहि एधेमहि इति रूपम्। श्रूयते वा भगिनि? तावदेव समीचीनम्। अत्रापि बहु सरलमस्ति, किमपि नास्ति अत्र, अत्र केवलं सन्धिकार्यम्, आद्गुणः इति सर्वत्र आद्गुणः इत्यस्य कार्यं भवति, यतोहि तत्र इदिलिङ्गि तत्र लिङ्गः सीयुट् इत्यनेन सीयुट् आगमः भूत्वा तत्र ईत इति सर्वत्र दीर्घ इकारः श्रूयते आदौ, अतः आद्गुण इत्यस्य प्रसक्तिः सर्वत्र भवति। अस्तु, इति कृत्वा तत्र अङ्गसिद्धप्रत्ययोः मेलनं सम्पूर्णं। अत्र कोऽपि प्रश्नः वा? पाठः सरलः एव, जाटिल्यं नास्ति, कोऽपि प्रश्नः नास्ति चेत् अग्रे गन्तुं शक्नुमः। भुवादिगणः इति विषयः अग्रिमकरपत्रं कृपया उद्घाटयन्तु। अस्ति वा करपत्रं सर्वेषां पुरतः? तर्हि पठति वा? नास्ति वा? मया प्रेषितं खलु। अस्तु, उषा भगिनी कृपया। एतावता अस्माभिः अदन्तम् अङ्गं निर्मितम्, अपि च सार्वधातुकलकारेषु लट् लोट् लङ् विधिलिङ् इत्येषु तिङ् प्रत्ययाः साधिताः। तदा गते पाठे तयोः अङ्गतिङ्प्रत्ययोः संयोजनं कथं भवति, परस्मैपते आत्मनेपते च इति अवलोकितम्। अधुना येषु धातुगणेषु अङ्गम् अदन्तं भवति, भ्वादौ द्विवादौ तुदादौ चुरादौ च धातुगणेषु अङ्गम् अदन्तं भवति, तेषां गणानां कृते क्रमेण समग्रं चिन्तनं करणीयम्। नाम प्रत्येकस्मिन् गणे यावन्तः दातवः सन्ति, नाम प्रत्येकस्मिन् गणे यावन्तः दातवः सन्ति तेषां सर्वेषां धातूनां कृते अङ्गनिर्माणविधिः अस्माभिः ज्ञायेत। प्रत्येकस्मिन् गणे अङ्गस्य सामान्यचिन्तनं किं, विशेषचिन्तनं किम् इति ज्ञेयम्। एकवारम् अङ्गं निर्मितं, ततः अग्रे चतुर्णां लकाराणां कृते अवशिष्टं सर्वं सिद्धतिङ् प्रत्ययाः के, अपि च अङ्गतिङ् प्रत्ययसंयोजनविधिः के इति अस्माभिः ज्ञायते एव। अतः आहत्य अधुना केवलम् अदन्तम् अङ्गम् अपेक्ष्यते। हस्ते अङ्गम् अस्ति चेत् लटि लोटि लङ्गि विधिलिङ्गि च तिङन्तबुद्धिः प्राप्ता। सम्प्रति अस्मिन् पाठे भ्वादिगणीयाः धातवः परिशीलनीयाः, तदा अग्रिमेषु पाठेषु क्रमेण दिवादिगणः तुतादिगणः चुरादिगणः च अवलोकिष्यन्ते. अस्माभिः अङ्गतिङ्ग प्रत्यय अङ्गतिङ्ग प्रत्ययमेलनं कृत्वा विशेष विशेष धातूनां विशेषकार्यं अग्रे पठिष्यन्ते अग्रिमकरपत्रे पठिष्यन्ते इति दत्तं भगिनी. विशेषधातूनां विशेषकार्यम् अस्माभिः ज्ञायेत इति चिन्तनं किं किं कर्तुम् इति दत्तं भगिनि विशेषचिन्तनम् भगिनि एकवारं वदतु तत्र एतावता किं किं पठितम् अस्माभिः अस्माभिः तत्र सारांशरूपेण वदतु. तिङ् तिङ् प्रत्ययः सिद्धिः पठितम् अस्ति. धातु योगः विकरणप्रत्ययः अङ्गं भवति. देन् अङ्ग तिङ् प्रत्ययोः मेलनं तत्कारणात् सूत्राणां पठितम् अस्ति. अधुना परस्मैपते आत्मनेपते च अवलोकितम्. अधुना धातुगणेषु अङ्गं मदन्तं भवति चेत् विशेष अङ्गं निर्माणं कथं भवति इति अग्रिमपाठे पठिष्यामः. समीचीनम्. इत्युक्ते एतावता अस्माभिः किं किम् अधीतम् इति चेत् तत्र सिद्धप्रत्ययानां निर्माणं कथं भवति, तत्र प्रक्रिया कथम् अस्ति इति सर्वं ज्ञातं. धातु विकरणप्रत्ययोः योजनं कथं भवति इति अपि ज्ञातम्. एकम् इत्युक्ते तत्र साधारणरीत्या सर्वत्र कथं भवति इति अपि ज्ञातम्. इदानीं वयं किं कुर्मः इति चेत् तत्र प्रक्रिया कथं भवति इति ज्ञातं, परन्तु इदानीं गणम् आश्रित्य प्रत्येकस्मिन् गणे तत्र विशिष्टधातवः भवन्ति अपि च सामान्यधातवः भवन्ति. सामान्यधातूनां प्रक्रिया सरला भवति, इत्युक्ते सर्वत्र प्रक्रिया समाना भवति, परन्तु विशिष्टधातूनां तत्र धात्वादेशाः भवन्ति. तत्र धातुम् आश्रित्य यथा पूर्वस्मिन् करपत्रे दृष्टम् इषुगम्यमां चः इति सूत्रेण तत्र इष् धातोः कृते अथवा गम् धातोः कृते विशिष्टतया तत्र आदेशः भवति, एतादृश आदेशाः अपि भवन्ति. इत्युक्ते प्रत्येकस्मिन् गणे सामान्यधातवः भवन्ति, विशेषधातवः भवन्ति, विशिष्टधातूनां कृते विशिष्टसूत्राणि अपि सन्ति इति मनसि संस्थाप्य इदानीम् अस्माकम् अदन्तगणेषु प्रथमः गणः अस्ति द्वादिगणः इति पाठः आरब्धः अस्ति. अपि च तत्र सर्वैः कृपया तिङ् ये सिद्धप्रत्ययाः सन्ति तेषां कण्ठस्थीकरणं कुर्वन्तु. सिद्धप्रत्ययाः के इति मनसि परस्मैपदी प्रत्ययानां सिद्धप्रत्ययाः आत्मनेपदीप्रत्ययानां सिद्धप्रत्ययाः के इति मनसि संस्थाप्य अग्रे गच्छामः चेत् अस्माकं सौलभ्यं भवति. अत्र मनसि एव तत्र रूपं किं भवति इति वयं झटिति ज्ञातुं शक्नुमः. अस्तु, इदानीम् अग्रे विजयलक्ष्मी भगिनी पठति वा? धन्यवादः. आं भगिनि. स्मर्यते यत् तिङ्क्षित् सार्वधातुकम् इत्यनेन तिङ् प्रत्ययाः सार्वधातुकसंज्ञकाः. तदा कर्तरी शप् इत्यनेन कर्त्रर्थे सार्वधातुकप्रत्यये परे धातुतः शप् प्रत्ययः विहितो भवति. अग्रे पठानि वा? आमां कृपया. तिङ्क्षित् सार्वधातुकं तृतीयाध्यायस्य चतुर्थपादे शतोत्तर त्रयोदशतमं सूत्रम्. यः प्रत्ययः चिङ् वा षित् वा अस्ति सः प्रत्ययः सार्वधातुकम्। श इत् यस्य सः षित् बहुव्रीहिः, तिङ् च षित् च तयोः समाहारः समाहारद्वन्द्वः तिंषित् इति। तिंषित् प्रथमान्तं सार्वधातुकं प्रथमान्तं द्विपदम् इदं सूत्रम्। प्रत्ययः परश्च धातोः इत्येषाम् अधिकारः। अनुवृत्तिसहितसूत्रं धातोः परश्च तिंषित् प्रत्ययः सार्वधातुकम्। अत्र तिंषित् सार्वधातुकम् इति संज्ञासूत्रं। तत्र तिङ् इत्युक्ते तिङ् प्रत्ययः अन्ते यस्य भवति न, तिङ् प्रत्ययः तु प्रत्याहारः अस्ति। तिप्तजि आताम् इड् वहिङ् महिङ् तत्र ङकारः अस्ति। ति इत्यस्य आरभ्य वहिङ् पर्यन्तं तिङ् इति प्रत्याहारः। षित् इत्यस्य को अर्थः? यस्य आदौ षकारः, प्रत्ययस्य आदौ षकारः इत् भवति तद् षित् भवति, बहुव्रीहिसमासः। अत्र तिङ् च षित् च अनयोः समाहारद्वन्द्व कृत्वा तिंषित् इति समस्तपदं। तिंषित् प्रथमान्तं सार्वधातुकमपि प्रथमान्तं द्विपदम् इदं सूत्रं। तिंषित् सार्वधातुकमिति संज्ञासूत्रम्। अत्र प्रत्ययः परश्च धातोः इति सूत्राणि इत्यनयोः सूत्र किम् इति वक्तव्यं भगिनि? सूत्राणाम् इत्येषां सूत्राणाम् अधिकारः अस्ति। अतः अनुवृत्तिसहितसूत्रं धातोः परश्च तिंषित् प्रत्ययः सार्वधातुकम् इति सम्पूर्णसूत्रम्। तिंषित् प्रत्ययः सार्वधातुकम्, अनयोः कीदृशसम्बन्धः? तिंषित् तिङ् च षित् च इति प्रत्ययस्य तिङ् विशेषणम्, अनन्तरं षित् अपि विशेषणम्। पुनः वदतु। तिङ् प्रत्ययः इति तिङ् इति प्रत्ययः, प्रत्ययः इति पदस्य विशेषणपदं तिङ् इति। पुनः षित् इत्यपि प्रत्ययस्य विशेषणपदम्। तर्हि सार्वधातुकम् इत्यस्य कः सम्बन्धः प्रत्ययः इत्यनेन सह? प्रत्ययः सार्वधातुकम् अत्र संज्ञासंज्ञी इति वा? सत्यं, संज्ञासंज्ञी इत्युक्ते तत्र उद्देशविधेयभावः, प्रत्ययम् उद्दिश्य सार्वधातुकम् इति संज्ञा विधीयते। इत्युक्ते सार्वधातुकम् इति संज्ञा अपि विशेषणमेव अस्ति खलु? तिंषित् इति तिंषित् इत्यस्य तिंषित् इति प्रत्ययः इति स्वीकुर्मः चेत् तादृशतिंषित् प्रत्ययस्य सार्वधातुकम् इति विशेषणम् अस्ति। तर्हि तत्र कथम् अस्ति विशेषणम् इति चेत् तत्र यद्यपि विशेषणम् अस्ति परन्तु विशेषणम् इति प्राधान्यं नास्ति तत्र। तर्हि तत्र उद्देशविधेयभावः इति वदामः, तत्र प्रत्ययम् उद्दिश्य सार्वधातुकम् इति संज्ञा विधीयते। अस्तु, तर्हि इदं सूत्रं तत्र तु आरम्भतः वयं पठन्तः एव स्मः खलु, तिंषित् सार्वधातुकम् इति सूत्रं। सर्वत्र तिङ् प्रत्ययः अथवा षित् प्रत्ययः सार्वधातुकं भवति इत्युक्ते तृतीय अध्याये, इदं सूत्रं तृतीय अध्याये अस्ति। तर्हि तृतीय अध्याये ये ये प्रत्ययाः तिङ् प्रत्ययाः अथवा षित् प्रत्ययाः ते सर्वे सार्वधातुकसंज्ञकाः भवन्ति। तत्र तृतीय अध्याये एव धातोः इत्यस्य अधिकारः अस्ति, प्रत्ययः इत्यस्य अधिकारः, परश्च इत्यपि अधिकारः अस्ति। अतः ज्ञातुं शक्नुमः धातुतः विद्यमानः प्रत्ययः एव षित् भवति अथवा तिङ् प्रत्ययः भवति, यतोहि धातोः इत्यस्य अधिकारः अस्ति। अस्तु, अग्रे गच्छेम। इदानीं शुभदा भगिनी पठितुमिच्छति वा कर्तरीश? आं भगिनि, नमस्ते भगिनि. नमस्कारः. कर्तरि शप् धातुतः शप् प्रत्ययः भवति कर्तर्थक सार्वधातुकप्रत्यये परे. कर्तरि सप्तम्यन्तं शप् प्रथमान्तं द्विपदविधं सूत्रं सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः प्रत्ययः परश्च इत्यनयोः अधिकारः धातोरेकाचो हलादेः क्रियासमभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः क्षम्यताम् अनुवृत्तिसहितसूत्रं धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके. अस्तु, कर्तरि शप् इति तृतीये अध्याये प्रथमे पादे अष्टषष्टितमं सूत्रं धातुतः शप् प्रत्ययः भवति कर्त्रर्थकसार्वधातुकप्रत्यये परे. यदि धातोः परं कर्तर्थके कर्तरि इति अर्थे सार्वधातुकप्रत्ययः भवति, नाम तिङ् अथवा षित् प्रत्ययः भवति यः सार्वधातुकप्रत्ययः इति उच्यते सः भवति चेत् तत्र धातुतः शप् प्रत्ययः भवति. शप् इति विकरणप्रत्ययः, सः प्रत्ययः धातोः साक्षात् अनन्तरं भवति इति सूत्रं वदति. कर्तरि इति सप्तम्यन्तम् अस्ति, कर्तृ इति शब्दस्य सप्तमी विभक्ति प्रथमा सप्तमी एकवचनं कर्तरि इति शप् इति प्रथमान्तं यतोहि आदेशः अस्ति. सार्वधातुके एते सर्वे अनुवृत्तयः. प्रत्ययः परश्च इत्यनयोः अधिकारः, यः प्रत्ययः अस्ति सः धातोः परे एव आयाति इति अर्थे तयोः अधिकारः अस्ति. धातोः इत्यस्य अधिकारः वयं भवती उक्तवती एव. अनुवृत्तिसहितसूत्रं धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके. कर्तरि इति अर्थे यदि धातोः धातोः परं सार्वधातुकप्रत्ययः आयाति तदा धातुः अपि च सार्वधातुकप्रत्ययः इत्यनयोः मध्ये विकरणप्रत्ययः शप् इति विकरणप्रत्ययः आयाति इति सूत्रस्य आशयः. बहु समीचीनम्. तर्हि इदानीं वदतु, कर्तरि शप् इति सूत्रस्य प्रसक्तिः कुत्र कुत्र भवितुमर्हति? यत्र यत्र कर्तरि इत्यर्थे सार्वधातुकप्रत्ययः आयाति तत्र तत्र सर्वत्र कर्तरि शप् इत्यस्य प्रसक्तिः आयाति. तत्र तु गणस्य चिन्तनं नास्ति. अग्रे गत्वा यदा वयं अन्येषां गणानां क्षमस्व अन्येषां गणानाम् ओके अन्येषां गणानां चिन्तनं वयं कुर्मः तदा अपवादरूपेण अन्ये प्रत्ययाः विकरणप्रत्ययाः तत्र आयान्ति. परन्तु प्रथमं तु कर्तरि शप् इति औत्सर्गिकसूत्रम् अस्ति, अतः सामान्यरूपेण एतत् शप् इति विकरणप्रत्ययः सर्वत्र एव आयाति. यदा यत्र यत्र सार्वधातुकप्रत्ययः परे अस्ति तत्र. समीचीनम्. समीचीनम् इत्युक्ते अत्र किं स्मर्तव्यम् इति चेत् कर्तरि शप् इति सूत्रे गणस्य उल्लेखः नास्ति. गणस्य उल्लेखः नास्ति इति कृत्वा यत्र यत्र कर्त्रार्थकसार्वधातुकप्रत्ययः अस्ति सर्वत्र भवितुमर्हति. इदानीं पाटि इति निजन्तधातुः अस्ति, ततः यदा तत्र लट्लकारस्य विवक्षा अस्ति तदानीं कर्तरि शप् भवति वा? तत्रापि भवति भगिनि. इदानीं सन्नन्तप्रत्ययः अस्ति तत्र भवति वा? पिपतिश इति सन्नन्तधातुः तत्र भवति वा? पिपठिषति भवति इति अत्र स्मर्तव्यम्. इत्युक्ते यत्र यत्र लट्लकारस्य विवक्षा अथवा यत्र यत्र सार्वधातुक प्रत्ययस्य विवक्षा अस्ति इत्युक्ते लट् लोट् लङ् विधिलिङ् एतेषु लकारेषु यत्र यत्र कर्तरि इति विवक्षा अस्ति तत्र सर्वत्र शप्रत्ययस्य विधानं भवति न केवलं भुवादिगणे अत्र भुवादिगणः दिवादिगणः इति तत्र किमपि नास्ति कर्तरि शप् इति सूत्रे गणस्य उल्लेखः एव नास्ति अतः यत्र कुत्रापि लट् लकारस्य विवक्षा इदानीं पाप् किं पापट् इति यङन्तधातुः पापट् तत्र पापट् इत्यत्र तत्र कर्तरि शप् भवति वा पठति इति भवति वा यदा तत् भवति चेत् रूपं किं भवति इति भिन्न भिन्नविषयः परन्तु तत्र शप् प्रत्ययस्य विधानं भवितुम् अर्हति वा पापट् योगः ति इति प्रत्ययः तत्र शप् प्रत्ययस्य विधानं भवितुम् अर्हति वा भवति आं भगिनि तत्र आतिदेशिकधातुः अस्ति तत्तु इत्युक्ते यत्र यत्र तिङ् प्रत्ययः कर्त्रार्थे अस्ति सार्वधातुकः सार्वधातुकसंज्ञकः अस्ति तिङ् प्रत्ययः सार्वधातुकसंज्ञकः एव खलु कुत्र सार्वधातुकसंज्ञकः सर्वत्र सार्वधातुकसंज्ञकः वा केवलं धातु विधीयते चेत् प्रातिपदिकात् न विद्यते न तिंशित् सार्वधातुकं सर्वत्र तिङ् प्रत्यये सार्वधातुकमेव तिंशित् सार्वधातुकम् इत्यनेन तिङ् प्रत्ययः सार्वधातुकसंज्ञकः किम् इति नास्ति इति नास्ति तिङ् प्रत्ययः सार्वधातुकसंज्ञकः अस्ति किञ्चित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञकः अस्ति तर्हि मम प्रश्नः सर्वेषु लकारेषु यः तिङ् प्रत्ययः विधीयते सः प्रत्ययः सार्वधातुकसंज्ञकः वा न वा इति प्रश्नः यत्र यत्र तिङ् वा सित् वा अस्ति चेदेव सार्वधातुक इति सामान्यमस्ति तिङ् प्रत्ययः सार्वधातुकः इति सार्वधातुकसंज्ञकः इति सामान्यव्यवहारः अस्ति इति सर्वत्र अस्ति वा इति प्रश्नः प्रथमं तिङ् एव विधीयते अनन्तरं तिङ् स्थाने अन्यत् किमपi आयाति चेत् तत्र द्रष्टव्यं परन्तु तिङ् भवतु तिङ् स्थाने अन्यत् आयाति चेदपि तिङ् एव तद् यतोहि स्थानिवद् भावेन तिङ् एव भवति खलु तिङ् एव सर्वत्र तिङ् भवति लक्ष्मी भगिनी वदतु लिट्लकारे आशुलिङ्गकारे च सार्वधातुकप्रत्ययाः न भवन्ति तिङ् प्रत्ययाः इत्युक्ते तिङ् प्रत्ययः सर्वत्र सार्वधातुकसंज्ञकः अस्ति परन्तु लिट् लकारे आशीर्लिङ्ग्लकारे लिट् च लिङ्गाशिशि इति सूत्राभ्यां तत्र प्रत्ययः साक्षात् आर्धधातुकसंज्ञकः भवति न तु सार्वधातुकः तर्हि तत्र लिट्लकारे आशीर्लिङ्गकारे तिङ् प्रत्ययः आर्धधातुकः अतः कर्तरि शप् इत्यस्य चिन्तनमेव न कार्यं खलु यतोहि प्रत्ययः साक्षात् आर्धधातुकः तर्हि अपरेषु लकारेषु प्रत्ययः सार्वधातुकसंज्ञकः तत्र कर्तरि शप् इत्यस्य चिन्तनं भवितुम् अर्हति परन्तु तत्र लट् लोट् लङ् विधिलिङ् एतान् लकारान् विहाय अन्येषु लकारेषु इत्युक्ते अन्येषु षट्सु लकारेषु लिट् लकारम् आशीर्लिङ्ग् लकारं विहाय तर्हि अवशिष्टचतुर्षु लकारेषु अवशिष्टचतुर्षु लकारेषु इत्युक्ते तत्र लुट् लकारः लृट् लकारः लुङ् लकारः लृङ् लकारः एतेषु चतुर्षु लकारेषु तिङ् प्रत्ययः सार्वधातुकसंज्ञकः एव इति कृत्वा तत्र कर्तरि शप् इत्यस्य प्रसङ्गः अस्ति परन्तु कर्तरि शप् इत्यस्य प्राप्तिः नास्ति तत्र यतोहि तत्र लकारनिमित्तिकविशिष्टविकरणप्रत्ययः प्रत्ययस्य विधानं भवति लुट् लकारे तास् इति प्रत्ययः अनन्तरं किं च्यतासि लृ लुटोः इति सूत्रेण तत्र लृट् लकारे लृङ् लकारे स्य इति प्रत्ययः विधीयते, पठिष्यति अपठिष्यत् इति स्य इति प्रत्ययः विधीयते, अनन्तरं लुङ् लकारे चिलि लुङ्गि इति चिलि प्रत्ययः विद्यते. इत्युक्ते एतेषु चतुर्षु लकारेषु लकारनिमित्तिकविकरणप्रत्ययस्य विधानं भवति इति कृत्वा कर्तरि शप् इत्यस्य कार्यं नास्ति तत्र इति सूत्रं प्रबाद्य लकारनिमित्तिकविकरणप्रत्ययः एतेषु लकारेषु भवति. इत्युक्ते दशसु लकारेषु लट् लोट् लङ् विधिलिङ् एतेषु चतुर्षु लकारेषु एव कर्तरि शप् इत्यस्य प्राप्तिः अस्ति. लिट् लकारः आशीर्लिङ् लकारः आर्धधातुकः, साक्षात् प्रत्ययः तिङ् प्रत्ययः आर्धधातुकः इति कृत्वा कर्तरि शप् इत्यस्य प्रसङ्गः एव नास्ति. अनन्तरम् अवशिष्टचतुर्षु लकारेषु लृट् लृङ् लुङ् लृङ् तत्र विशिष्टलकारनिमित्तिकविकरणप्रत्ययस्य विधानं भवति इति कृत्वा तत्रापि कर्तरि शप् इत्यस्य प्रसङ्गः इत्युक्ते प्राप्तिः नास्ति, बाधितम् अस्ति. तर्हि आहत्य किम् अस्ति कर्तरि शप् इत्यस्य क्षेत्रं कुत्र कुत्र इति चेत्, यत्र यत्र कर्तरार्थकसार्वधातुकप्रत्ययः अस्ति लट् लोट् लङ् विधिर्लिङ् एते विधिलिङ् एतेषु लकारेषु सर्वत्र कर्तरि शप् इत्यस्य प्रसङ्गः भवति, यतोहि सर्वसामान्यसूत्रमस्ति कर्तरि शप्. तर्हि इदानीम् अवगच्छामः तस्मिन् सूत्रे कर्तरि इति पदस्य कः अर्थः, अत्र कोऽपि वदतु. कर्तात्वे अस्ति चेत् किं सप्तमी विभक्ति कर्त्रार्थे अस्ति चेत्, तर्हि कर्त्रार्थे इत्युक्ते किं प्राधान्यम् अस्ति कर्ता एव योजितः प्रत्ययेन कर्ता एव कर्ता इस् जायिण्ड् वित् वर्ब् क्रियापदं कर्ता अनुसरति हा क्रियापदं कर्तारम् अनुसरति हा इति अस्ति. इत्युक्ते तत्र कर्तरि इत्युक्ते तिङ् प्रत्ययः कर्त्रार्थे अस्ति, कर्मार्थे अस्ति, भावार्थे अस्ति इति वयं वदामः सामान्यतया. तर्हि तिङ् प्रत्ययः कर्त्रार्थे अस्ति इत्यस्य कः अर्थः इति चेत्, तिङ् प्रत्ययेन कर्ता अभिहितं भवति इति वदामः. तिङ् प्रत्ययेन कर्ता उक्तं भवति, कर्ता उक्तः भवति. तिङ् प्रत्ययेन कर्ता उक्तः भवति इत्युक्ते तस्य कः अर्थः इति चेत्, तत्र तिङ् यदा तद् पठति इति वदामः, केवलं पठति इति वदामः, यदा अहं केवलं पठति इति वदामि अत्र किमपि तत्र कर्तृपदस्य प्रयोगः एव नास्ति मम वाक्ये. अहं केवलं पठामि इति वदामि, तर्हि केवलं पठामि इति श्रवणेन अहम् अवगन्तुं शक्नोमि तत्र कर्ता अस्ति इति अवगन्तुं शक्नोमि, यतोहि तिङ् प्रत्ययेन कर्ता साक्षात् उक्तः अस्ति. कर्तृपदस्य प्रयोगः नास्ति चेदपि अहम् अवगच्छामि तत्र कर्ता अस्ति, अहमेव कर्ता इति अहम् अवगन्तुं शक्नोमि. तर्हि तत्र किं वदामः इति चेत्, शास्त्रीयरीत्या तिङ् प्रत्ययेन कर्ता अभिहितः, अभिहितः नाम उक्तः, तिङ् प्रत्ययेन कर्ता उक्तः. तर्हि कर्तरि इति वदामः चेत्, कर्त्रार्थे इति वदामः चेत् तदानीं तिङ् प्रत्ययेन कर्ता अभिहितः अस्ति. यदि कर्मणि इति वदामः, तिङ् प्रत्ययः कर्मार्थे अस्ति इति वदामः चेत् तदानीं तिङ् प्रत्ययेन कर्म अभिहितं, कर्म उक्तं भवति. इदानीं यदि अहं वदामि पठ्यते इति वद केवलं पठ्यते इति वदामि चेत् तदानीं तत्र प्रश्नः भवति, तत्र कर्म किम् इति प्रश्नः भवति, किं पठ्यते इति प्रश्नः भवति. तर्हि तत्र पठ्यते इति वदनेन कर्म उक्तं, कर्म अभिहितं भवति. इत्युक्ते कर्मणः प्राधान्यम् अथवा कर्तुः प्राधान्यं, कर्तरि इति वदामः चेत् कर्तुः प्राधान्यं वाक्ये. तर्हि इदानीं कर्तरि शप् इति वाक्ये तथा अस्ति, कर्तुः प्राधान्यं तिङ् प्रत्ययेन कर्ता अभिहितम्, अभिहितः. यदि तत्र सार्वधातुके यक् इति सूत्रेण यक् प्रत्ययः विद्यते, यथा पठ्यते, गम्यते, तादृशस्थलेषु तत्र तिङ् प्रत्ययः कर्मार्थे अस्ति, तर्हि तिङ् प्रत्ययेन कर्म अभिहितम्. यदि अहं वदामि हस्यते इति वदामि चेत् अथवा हसति इति वदामि, हसति इति वदामि चेत् तत्र यद्यपि तत्र हसति इति वदामि तत्रापि प्रत्ययः तिङ् प्रत्ययः कर्त्रार्थे एव अस्ति, यदि हस्यते इति वदामि चेत् तदानीं तिङ्प्रत्ययः भावार्थे अस्ति. भावार्थे अस्ति इति वदामः चेत् तिङ्प्रत्ययेन कर्ता अपि अनभिहितः कर्म अपि अनभिहितं. यदि भावार्थे इति वदामः चेत् तत्र तिङ्प्रत्ययेन कर्म अपि न उच्यते कर्ता अपि न उच्यते. तर्हि किम् उच्यते इति चेत् केवलं क्रियामेव बोधयति. हस्यते इति वदामः चेत् केवलं क्रियाम् एव बोधयति, न तु कर्ता वा न वा कर्म इति कृत्वा तत्र हस्यते अथवा हसितम् इति कृदन्तप्रयोगः क्रियते चेत् हसितम् इति तत्र नपुंसकलिङ्गे अस्ति. यतोहि पुल्लिङ्गे अस्ति चेत् तत्र कर्मणः बोधः जायते. हसितः इति यदा वदामि, हसितः इति यदा वदामि तदानीं तत्र हसितः इति वदामि चेत् तत्र कर्तुः बोधः भवति. बालकः हसितः, कर्तुः बोधः भवति. परन्तु हसितम् इति वदामि चेत् तदानीं तत्र भावे अस्ति, भावे प्रयोगे अस्ति. यतोहि कर्तुः बोधः नास्ति, कर्मणः अपि बोधः नास्ति. अतः अस्मिन् कर्तरीशप् इति सूत्रं बहु तस्य बहु प्रामुख्यम् अस्ति. यतोहि एतस्य कार्यं न केवलं सार्वधातुकप्रक्रियायाम्, आर्धधातुकप्रक्रियायामपि एतस्य कार्यं भवति. यथा तत्र निजन्तप्रयोगे अपि कर्तरिषप् इत्यस्य कार्यं भवति. सनन्तप्रयोगे यः तत्र धातुतः द्वादशधातुप्रत्ययाः सन्ति खलु, द्वादशधातुप्रत्ययाः सन्ति यथा तत्र णिच् सन् यङ् क्यप् केलिम क्यप् अनन्तरं तत्र किं काम्यच् इति द्वादशप्रत्ययाः सन्ति. एतेषु एते प्रत्ययाः यदा धातुभ्यः विधीयन्ते तदानीं नूतनधातुः निर्मितः भवति. तस्य एव नाम अस्ति सनाद्यन्ताधातवः इत्यनेन तस्य नामकरणम् अस्ति. आतिदेशिकधातुः इति व्यवहारे वदामः. तर्हि आतिदेशिकधातुभ्यः अपि तत्र तिङ्प्रत्ययस्य विवक्षा अस्ति चेत् लट् लोट् लङ् विधिलिङ् एतेषु लकारेषु रूपसाधनस्य विवक्षा यदा भवति तदानीं तत्र सर्वत्र कर्तरि शप् इत्यस्य प्रसङ्गः अस्ति. अतः अस्मिन् सूत्रे गणस्य चिन्तनमेव न कार्यं, गणस्य उल्लेखः नास्ति अस्मिन् सूत्रे. अतः यत्र कुत्रापि प्रत्ययः सार्वधातुकः अपि च कर्त्रार्थे अस्ति चेत् तदानीम् इदम् आगच्छति एव, इदं सूत्रम् आगच्छति एव. तर्हि कुत्र कर्तरि भवति इति चेत् अस्माकं विवक्षानुगुणं. यदि अहं कर्तरि तत्र कर्त्रार्थे वक्तुमिच्छामि चेत् तदानीम् अस्य सूत्रस्य प्रसक्तिः. यदि अहं कर्मार्थे वक्तुमिच्छामि तदानीं कर्तरि शप् इति न आगच्छति. यदि अहं पठ्यते इति वक्तुमिच्छामि तदानीं कर्तरि शप् इत्यस्य प्रसङ्गः नास्ति, यतोहि तत्र किं प्रत्ययः कर्मार्थे अस्ति. इत्युक्ते अस्माकं विवक्षानुगुणम् अहं किं वक्तुमिच्छामि तदनुगुणं प्रत्ययः आयाति. कर्त्रार्थे अस्ति चेत् कर्तरि शप्, कर्मार्थे अस्ति चेत् सार्वधातुके यक्. अतः अस्माकं विवक्षा एव प्रधानम्. अवगतं वा? कोऽपि प्रश्नः? अस्तु, तर्हि इदानीं मीना भगिनी पठितुम् इच्छति वा अथवा केवलं श्रवणं वा? श्रवणमेव भगिनि. अस्तु अस्तु, नास्ति चिन्ता, नास्ति चिन्ता. शोभा भगिनी अग्रे. नमस्ते भगिनी, क्षम्यतां, मम अपि श्रवणमेव अद्य. धन्यवादः. ओ अद्य श्रवणं वा? अस्तु अस्तु, नास्ति चिन्ता. तर्हि अरविन्द महोदय पठतु. तर्हि अस्माकं कुञ्चिका अस्ति अङ्गम्. अङ्गं ज्ञायते चेत् लटि लोटि लङि विधिलिङ्गि च सर्वाणि रूपाणि ज्ञायन्ते. यदा परस्मैपदे भू धातुः अङ्गमस्ति, भूः भूयोगः शप् भव लट्टिसिद्धतिं प्रत्ययाः तीतः अन्ति सीतः थ मी वहामः. लोट् लकारे तिङ्गन्धरूपाणि भवति भवतः भवन्ति भवसि भवतः भवत भवामि भवाव भवाम. लोटि सिद्धतिं प्रत्ययः तु तात् ताम् अन्तु शून्य तात् तं त आनि आव आम. लोट्लकारे तिङ्गन्धरूपाणि भवतु भवतात् भवतां भवन्तु भव भवतात् भवतं भवत भवानि भवाव भवाम. लङि सिद्धतिङ्प्रत्ययः त् ताम् अन् अम्बम लङ् लकारे तिङन्तरूपाणि अभवत् अभवताम् अभवन् अभवः अभवतम् अभवत अभवम् अभव अभवम् अभवाव अभवाम विधिलिङ् सिद्धरूप्रत्ययाः इत् इताम् इयुः इह इतम् इता इयम् इव इमा विधिलिङ् लकारे सिद्धतिङ् लकारे तिङन्तरूपाणि भवेद् भवेतां भवेयुः भवे भवेतं भवेता भवेयं भवेव भवेम आत्मनेपदे आत्मनेपदे वृत् धातुः अङ्गम् अस्ति वृत् योगः महोदय धन्यवादः धन्यवादः इदानीम् अग्रे अन्य कोऽपि पठति धन्यवादः एतावता तत्र अत्र किमपि नास्ति तत्र भूयोगः किमपि नास्ति किमपि नास्ति भूयोगः शप् इत्यत्र किं भवति इति एकवारं स्मारयतु भूयोगः शप् भूयोगः शप् तत्र शकार पकारयो इत् भूत्वा अनुबन्धलोभं भूत्वा अकार एव तिष्ठति तदनन्तरं भूयोगः आ स्थिते उकार अकारस्य एचो एव भव भवति भव योग आ भव योगः ओ भवति ओ योगः सार्वधातुकार्धधातुकयोः इत्यनेन गुणः खलु भूयोगः शप् इत्यत्र गुणकार्यं भवति भू इत्यस्य ओकारः भो योगः अधुना ओयोगः अ इति तत्र ओकारस्य आव् भवति इति कृत्वा अवयोगः भव सत्यम् एचोयवायावः इति सूत्रेण ओकारस्य अवादेशः भव इति अङ्गम् एवमेव सर्वत्र भव इति अङ्गम् अस्ति इदानीं भव इति अङ्गम् अनन्तरं तिङ् प्रत्ययस्य मेलनं भव इत्यत्र अदन्तम् अङ्गम् इति कृत्वा एते अदन्त प्रत्ययानां कृते एते सिद्धप्रत्ययाः तर्हि अग्रिमसप्ताहे सर्वे तत्र कण्ठस्थीकृत्वा आगच्छन्तु यतोहि झटिति रूपाणि वक्तव्यानि अतः सिद्धप्रत्ययः के इति मनसि संस्थाप्य कृपया आगच्छन्तु यतोहि वर्गे तत्र अभ्यासः भवति अस्तु इदानीं लक्ष्मीभगिनी अग्रे पठतु आं भगिनि लोटि चतुतिङ् प्रत्ययः आत्मनेपदे वृत् धातुः अङ्गमस्ति वृत्योगः शप् तत्र भवेत् भवेतां भवेयुः सर्वम् अभवत् तत्पश्चात् आत्मनेपदे वृत् धातुः अङ्गमस्ति वृत् योग शप् योग शप् तत्र वर्ता इति अङ्गं लटि सिततिङ् प्रत्ययाः ते इति अन्ते से इति द्वे ए वहे महे लट्लकारे तिङन्तरूपाणि एतादृशं भवन्ति वर्तते वर्तेते वर्तन्ते वर्तसे वर्तेथे वर्तद्वे वर्ते वर्तावहे वर्तामहे लोट् लोटि सिद्धतिङ् प्रत्ययाः ताम् इताम् अन्तां स्व इथां द्वम् ऐ आवहै आमहै लोट् लकारे लकारे सिङ्गन्तरूपाणि वर्ततां वर्तेतां वर्तन्तां वर्तस्व वर्तेथां वर्तध्वं वर्तै वर्तावहै वर्तामहै लङि सिद्धतिङ् प्रत्ययाः ता इताम् अन्त थाः इथां ध्वम् इ वहिमहि लङ् लकारे तिङन्तरूपाणि अवर्तत अवर्तेताम् अवर्तन्त अवर्तथाः अवर्तेथाम् अवर्तध्वम् अवर्ते अवर्तावहि अवर्तामहि मिथिलिङ् सिद्धतिङ् प्रत्ययाः ईत ईयाताम् ईरन् ईथाः ईयाथाम् ईध्वम् ईय ईवहि ईमहि सिदत्तिङ् विथिलिङ्गलकरे तिङन्तरूपाणि वर्तेत वर्तेयातां वर्तेरन् वर्तेथाः वर्तेयाथां वर्तेध्वं वर्तेय वर्तेवहि वर्तेमहि इति रूपाणि. अग्रे केवलं लङ् अङ्गं च लट्लकारस्य प्रथमपुरुष एकवचनान्तरूपं दीयते, ततः चतुर्णालकारणं सर्वाणि रूपाणि ज्ञायन्ते इति दत्तमस्ति भगिनि. अत्रापि रूपाणि योगः शप् इत्यत्र किं भवति? मृत्योगः शप् इत्यत्र शप् इति सार्वधातुकप्रत्ययः अस्ति, अतः सार्वधातुक अर्थधातुक अर्थधातुकयोः रूपेण गुणः भवितुं, क्षम्यता, कुदण्डलघुपदस्य च इत्यनेन लघुपदम् अङ्गमस्ति इति कृत्वा ऋकारस्य स्थाने अर् इति भवति, तत्र वर्त् इति भवति. वर्त् योग अकारः शप् इत्यस्य शकारपकारयोः इत्संज्ञा भूत्वा तस्य लोपः च भूत्वा अकारः तिष्ठति. वर्त् योग अ वर्त इति अङ्गं निष्पन्नं भवति. समीचीनं समीचीनं. तर्हि अत्र एतावता कोऽपि प्रश्नः अस्ति वा? सरलमेव, न किमपि नास्ति अत्र. अस्तु, तर्हि अग्रे सूर्यकुमारी भगिनी अग्रे पठति वा? आं भगिनि, भगिनि सर्वम् अत्र सर्वम् अभवत्. इदानीम् अग्रे द्वादिगणः. द्वादिगणः द्वादिगणे सप्तनवतिः अधिकसप्तशतं धातवः सन्ति. सामान्यधातु किम् उक्तं? सप्तनवतिः अधिकसप्तशतं नवशतं नास्ति, नवशतं खलु भगिनि? समीचीनम्, अग्रे. आम्, सामान्यधातवः येषु धातुषु शपं निमित्तीकृत्य किमपि अङ्गकार्यं नास्ति, केवलं संयोजनं. पञ्चाशीति सप्तशतं धातवः सन्ति सामान्यधातवः, येषु कार्यं नास्ति, वर्णमेलनमेव. इमे सर्वे धातवः न इगन्ताः न वा इगुपदाः, अतः किमपि गुणकार्यं नास्ति. येषु धातुषु अदुपधातवः वदैव सप्तत्रिंशदधिकद्विशतं सन्ति, उदाहरणमस्ति वदुयोगः सप् अङ्गमस्ति वद, वदयोगः तिप् वदति. अत्र अपि कार्यं नास्ति. मील् मील् योगः सेप् मील् मील भवति सेप् प्रभाद्य मेलयोगः तिप् मेलति, तदा तत्र अपि कार्यं नास्ति. मूष् योगः सेप् मूष अङ्गमस्ति, मोषयोगः तिप् मोषति, तदेव. ओक् योगः सेप् ओक अङ्गमस्ति, ओकयोगः तिप् ओकति. अगि अङ्ग अगि धातु अङ्गमस्ति. इदितोनुं धातोः इति सूत्रे अङ्क् भवति, अङ्गयोग अङ्गयोगः सप् अङ्ग भवति, अङ्गायोगः तिप् अङ्गति रूप. अत्र अघि इत्यत्र किमर्थम् इदितोनुं धातोः? इत् इत् अघि इकारः इत् इत् संज्ञा भवति, तद् कारणेन नुम् दा इत् इत् उपदेशः अस्ति चेत् नुम् नुम् आगमः भवति धातोः इत्युक्ते धातोः अन्ते वस्तुतः धातोः अन्ते ह्रस्व इकारः इत्संज्ञकः अस्ति चेत् इत्युक्ते ह्रस्व इकारः अनुनासिकः चेत् तर्हि इदित् इति वदामः इत् इत् यस्य सः तर्हि अगि इति धातुः इदित् अस्ति यतोहि ह्रस्व इकारः तस्य अन्ते अस्ति इति कृत्वा तत्र नुमागमः भवति इदितो नुमा धातोः इति सूत्रेण नुमागमः भवति नुमागमः कुत्र भवति नुमागमः अन्तस्वरस्य परः भवति कथं जानीमः मित् अस्ति चेत् समीचीनं मित् अस्ति चेत् अन्तिमस्वरस्य परः अन्तिमस्वरस्य अन्तः समीचीनं समीचीनं बहु समीचीनं तत्र कथं जानीमः मित् अस्ति चेत् एवं भवति इति कथं जानीमः नुम् मकारः अस्ति महारः अस्ति मित् अस्ति परन्तु तत्र इदितो नुम् धातोः इत्यनेन न उच्यते खलु कुत्र आयाति नुमागमः इति कथं जानीमः नुमागमः कुत्र आयातिचोन्त्यात् परः मिदचोन्त्यात् परः इति सूत्रेण अन्त्यात् परः मित् अस्ति चेत् अतः अन्त्यात् परः तर्हि अत्र अच्वरणस्य अन्तिम अच्वरणस्य अनन्तरम् आयाति नुम् तर्हि अङ्ग् इति भवति तत्पश्चात् अङ्गयोगः सप् आयाति नुमागमस्य अनन्तरं किं जायते तत्र कर्तरि सप् आयाति न अत्र कर्तरि शप् तु आयाति परन्तु तत्र ओकारः अस्ति चेत् सन्धिकार्यं नच्छपदान्तस्य जल्लि सूत्रे नकारः अनुस्वारः भवति तदनन्तरम् अनुस्वारस्य ये परसवर्णः इत्यनेन नकारः भवति समीचीनं परसवर्णादेशः भूत्वा अङ्ग् इति अस्ति अधुना अङ्गयोगः अङ्ग भवति अङ्गयोगः टिप् अङ्गकार्यम् अपि सन्निकार्यं नास्ति वर्णमेलनेन अङ्गति भवति अग्रे तदनन्तरं कुञ्च् धातुः कुञ्च् कुञ्च् अस्ति कुञ्चयोगः सेप् कुञ्च भवति तत्रापि कार्यं नास्ति कुञ्चति भवति नकारः धातो औपदेशकधातो एव अस्ति समीचीनम् औपदेशिकधातौ एव तत्र मूले एव नकारः अस्ति आम् नुमागमः नास्ति नुमागमः नास्ति समीचीनम् अग्रे अच्युयोगः सप् किमपि कार्यम् अर्चति भवति मेथ् योगः सप् एकार अस्ति चेत् कार्यं नास्ति मेधति वेल् योगः सप् तदापि इक् नास्ति अन्ते उपदान इक् नास्ति कार्यं नास्ति वेल्लति भवति धावयोगः सप् तदापि उपदा आकार अस्ति धावति एव भवति कार्यं नास्ति समीचीनम् तर्हि अस्माकम् अग्रिमसप्ताहे गृहपाठः कः इति चेत् तत्र तिङ्प्रत्ययानां कण्ठस्थीकरणम् इति एकं कार्यं द्वितीयं कार्यम् अत्र ये ये धातवः उल्लेखिताः तेषाम् एकं तिङ्गन्तरूपं स्वीकृत्य लट्वा लोट्वा लङ्वा विधिलिङ् यत्किमपि रूपं स्वीकृत्य एकमेकं वाक्यं रचयन्तु यतोहि तत्र अर्थः कः धातोः अर्थः कः तत्र वाक्यरचना कथं भवति इति तत्र कश्चन अभ्यासः भवतु अत्र किं वक्तुम् इच्छामि इति चेत् अत्र अस्माकं औपदेशिकधातुषु ये ये धातवः पाणिनीयधातुपाठे सन्ति प्रायः तत्र उपद्विसहस्रधातवः सन्ति तेषु तत्र उपसहस्रं धातवः वादिगणे एव सन्ति अपि च तेषु अपि अत्र सप्तशत अधिकदातवः तत्र किमपि कार्यं नास्ति, केवलं योजनम्. अपि च अत्र केवलं द्विशतं दातवः, द्विशताधिकदातवः एव विशिष्टकार्यं किमपि भवितुम् अर्हति. इत्युक्ते तत्र अधुपददातवः इत्युक्ते अधुपददातवः तत्रापि किमपि सप्तशतधातुषु द्विशतदातवः तत्र अधुपददातवः तत्रापि किमपि कार्यं नास्ति. अतः तत्र आहत्य किं वक्तुम् शक्नुमः इति चेत् बहवः दातवः उपद्विसहस्रधातुषु बहवः दातवः तत्र बहुषु धातुषु किमपि विशिष्टकार्यं नास्ति, केवलं प्रत्ययस्य विधानम् अनन्तरं योजनं तावदेव. अतः एतेषां सर्वेषां रूपाणि वयं सम्यक्तया मनसि संस्थापयितुं शक्नुमः. अतः कश्चन अभ्यासः भवतु इति कृत्वा अत्र रूपं स्वीकृत्य वाक्यं वदन्तु. अस्तु, कोऽपि प्रश्नः अस्ति वा? गृहकार्यं पुनरेकवारं वदतु भगिनि. हा, कार्यद्वयमस्ति. एकं तु अत्र सिद्धप्रत्ययानां कण्ठस्थीकरणं, ये सिद्धप्रत्ययाः सन्ति लटि तत्र परस्मैपदी आत्मनेपदी सिद्धप्रत्ययाः, तेषां कण्ठस्थीकरणम् इति एकं कार्यं. द्वितीयं कार्यम् अत्र यानि यानि रूपाणि सन्ति अत्र एतावता यद् यत् पठितं तत्र एद् इति पठितं, वर्त् इति पठितं, तद् ततः अग्रे अत्र वद, मील, मूष, ओक्, अगि, कुञ्च, अर्च, मेद, वेल, धाव् इति अस्ति. तत्र वाक्यानि रचयन्तु. लटि वा भवतु, लोटि वा भवतु, लङ्गि वा भवतु, विधिलिङ्गि वा भवतु, सरलमेव गृहकार्यम्, अधिकजाटिल्यं नास्ति. धातु नूतनधातुः अस्ति चेत् तत्र अर्थः कः, धातोः अर्थः कः, वाक्यम्. अस्तु, धन्यवादः. अस्तु, तर्हि अत्र स्थगयामः. धन्यवादः, नमस्कारः. अग्रिमे सप्ताहे डे लैट् सेविङ्ग् भवति वा? अहं सूचयामि भगिनि, अहं सूचयामि. अस्तु, अग्रिमे सप्ताहे वा. धन्यवादः भगिनि. धन्यवादः, नमस्कारः. धन्यवादः भगिनि, नमस्कारः.